नमस्ते महोदय. गतवर्गे अस्माकं नूतनविषयः आरब्धः. तत्र तिङ्प्रत्ययस्य सिद्धिः. वयं जानीमः यत् तिङन्तपदानां निर्माणे त्रीणि सोपानानि सन्ति. तिङ्प्रत्ययस्य सिद्धिः, अङ्गस्य सिद्धिः, अङ्गतिङ्प्रत्ययस्य योजनं. तर्हि अस्माभिः गतरविवासरे दृष्टम् अङ्गस्य सिद्धिः इति खण्डे. तत्र विकरणप्रत्ययः आगच्छति. विकरणप्रत्ययस्य कृते यत् अङ्गमस्ति तत्र अङ्गे किमपि कार्यं भवितुं शक्नोति. साधारणतया किमपि कार्यं नास्ति, केवलं धातोः विकरणप्रत्ययस्य मिलनमस्ति. तदनन्तरं कुत्रचित् गुणकार्यं भवति, कुत्रचित् तु सम्पूर्णतया धात्वादेशः भवति इति वयं सर्वे पठितवन्तः. तदनन्तरं धातोः तत्र धातोः धातुरूपी अङ्गं तदनन्तरं विकरणप्रत्ययस्य मेलनेन तिङ्प्रत्ययस्य कृते अङ्गस्य निर्माणं भवति. तदनन्तरं मूलतिङ्प्रत्ययाः सन्ति, अष्टादशतिङ्प्रत्ययाः सन्ति. सर्वेषां लकाराणां मूलतिङ्प्रत्ययाः समानाः एव सन्ति, तिप्तचि सिप्तस्थः मिप्वस्मस् इति. तदनन्तरं परन्तु मूलतिङ्प्रत्ययाः समानाः सन्ति, तदापि ये लौकिकतिङ्प्रत्ययाः सन्ति, नाम सिद्धतिङ्प्रत्ययाः सन्ति, ते भिन्नभिन्नलकाराणां कृते भिन्नभिन्नाः भवितुं शक्नुवन्ति. तर्हि तिङ्प्रत्ययस्य सिद्धिः इति पाठे अस्माकं किं प्रकरणमस्ति, मूलतिङ्प्रत्ययात् सिद्धतिङ्प्रत्ययस्य निर्माणं कथं भवति इति अस्माकं मूलविषयः. तदि तत्र अस्माभिः दृष्टं यत् परस्मैपदानाम् आत्मनेपदानां भिन्नभिन्नतिङ्प्रत्ययाः सन्ति. तदनन्तरं प्रत्येकलकारस्य कृते सिद्धतिङ्प्रत्ययाः सन्ति. तदनन्तरम् अस्माभिः दृष्टं यत् अदन्त अङ्गम् अनदन्तम् अङ्गम् इति अपि एकं विभाजनमस्ति. अदन्त अङ्गस्य कृते सिद्धतिङ्प्रत्ययाः भिन्नाः सन्ति, अनदन्त अङ्गस्य कृते सिद्धतिङ्प्रत्ययः भिन्नः अस्ति. तर्हि अधुना अस्माकं यत् पाठः अस्ति तत्र वयम् आत्मनेपदानाम् अथवा परस्मैपदानां धातूनां कृते सार्वधातुकलकारेषु नाम लट् लोट् लङ् विधिलिङ् इति यदा अङ्गम् अदन्तम् अस्ति तदा सिद्धतिङ्प्रत्ययाः के सन्ति इति अस्माकं विषयः अस्ति. अग्रे गत्वा अनदन्तम् अङ्गानां कृते नो चेत् आर्धातुकलकाराणां कृते तिङ्प्रत्ययाः के सन्ति इति अग्रे गत्वा वयं पश्यामः. अस्तु, तर्हि अधुना वयम् आरभामहे. तत्र नमस्कारः महोदय. हा नमस्ते महोदय. अस्तु, तर्हि विजि महोदय, भवती एव आरम्भं करोतु. अत्र तिङ्प्रत्ययानां सिद्धिः इति करपत्रमस्ति. तिङ्प्रत्ययानां सिद्धिः यत् मया ईमेल् मध्ये प्रेषितं, तिङ्प्रत्ययानां सिद्धिः, तत्र हा तर्हि महोदय अत्र लिखितमस्ति खलु परस्मैपदिधातूनां मूलतिङ्प्रत्ययः इति लिखितमस्ति खलु महोदय? आम् आं महोदय, परस्मैपदिधातूनां मूलतिङ्प्रत्ययः. ओ तदारभ्य परस्मैपदिधातूनाम् अत्र अग्रे करपत्रे अग्रे गन्तुं चतुर्थ परिच्छेदः प्रथमे इति आरभ्य तदनन्तरं त्रीणि विभागौ सन्ति गतकरपत्रे. अत्र स्मर्तव्यम् इति आरभ्य एकः पेराग्राफ् अस्ति. तदनन्तरं परस्मैपदिधातूनां मूलतिङ्प्रत्ययः इति प्राप्तं वा? अस्ति महोदय. पठामि वा महोदय? पठतु महोदय. तस्मेपि धातूनां मूलत्वं प्रत्ययाः तिप्तस्मि सिप्तस्थ मिप्वस्मस्. आत्मनेपि धातूनां मूलत्वं प्रत्ययाः थ आथान्य थास् आथां द्वम् इं वहि महि. येषां नाम किं यथोहि तिप् इत्यस्य ति तः आत्मनेपदी धातूनां कृते महिम् इत्यस्य इङ् पर्यन्तं भवन्ति. आहत्य अष्टाद् पठतु पठतु. आहत्य अष्टादशमूलप्रत्ययाः सन्ति. तर्हि तिप् इत्यस्य तितः महिम् इत्यस्य इङ् पर्यन्तम्, अतः ति यो ओघः इं ति. एतानि विषयाणि वयं पूर्वमेव पठितवन्तः किल महोदय? विवरणं नास्ति इति अहं चिन्तयामि. तिप्तस्मि इति आरभ्य इङ् वहि महिं पर्यन्तं प्रत्ययाः सन्ति, मूलप्रत्ययाः सन्ति परस्मैपतिधातूनाम् अपि च आत्मनेपतिधातूनां. तिप् आरभ्य महिम् इति पर्यन्तम् आयाति इत्यनेन ति इङ् इति योजनेन तिङ् प्रत्यय इति उच्यते. सत्यं. तदग्रे इति आरभ्य आत्मनेपदानाम् इति इड् वहि महि पर्यन्तं प्रत्ययाः सन्ति, अतः तिङ् प्रत्ययः इति लिखितम् इति अस्ति. येषां नाम तिङ् यतोहि येभ्यः मूलप्रत्ययेभ्यः दशानां लकाराणां प्रत्ययाः साध्यन्ते. एकैकलकारस्य अष्टादश सिप् प्रत्ययाः सन्ति. नवप्रत्ययाः परस्मैपतिधातूनां कृते, नवप्रत्ययाः आत्मनेपतिधातूनां कृते. एकैकस्य लकारस्य प्रत्ययाः भिन्नाः, परन्तु येषां सर्वेषां प्रत्ययानां मूलं तु एते उपरि लिखिताः अष्टादशमूलाः. अत्र मूलप्रत्ययः अष्टादश प्रत्ययाः अत्र दत्तम् अस्ति इति एव मूलप्रत्ययः. किन्तु लकारविषये दशलकाराः सन्ति. दशलकाराणां प्रत्ययः साधितुं शक्नोति इत्यनेन एकैकलकारस्य अष्टादशप्रत्ययः प्रयुक्तं शक्यते. लकारस्य अष्टादशसिद्धप्रत्ययाः सन्ति. नवप्रत्ययः परस्मैपतिधातूनाम् अपि च नवप्रत्ययाः आत्मनेपतिधातूनाम् उपयुज्य आगच्छन्ति. एकैकस्य लकारस्य प्रत्ययाः भिन्नाः. लट् लोट् लृट् लङ् इति दशलकाराः सन्ति. एकैकलकारः नियमः प्रत्येकं भेदः अस्ति, भिन्नः अस्ति. वयं दृष्टवन्तः लृट् लकारविषये पास्यति इति स्याप् विकरणप्रत्ययः नास्ति इत्यनेन लकारप्रत्ययः उपयुज्य साक्षात् लिखितुं शक्नोति इति. अस्तु, तर्हि तिङ् प्रत्यय प्रत्येकलकारस्य कृते तिङ् प्रत्ययः भिन्नः अस्ति, परन्तु सर्वेषां लकाराणां कृते मूलतिङ् प्रत्ययः तु समानः एव सत्य. एतानाम् अष्टादशमूलप्रत्ययानाम् इति एव. अग्रे परन्तु येषां सर्वेषां प्रत्ययानां मूलं तु एते उपरि लिखिताः अष्टादशमूलाः. अवधेयं यत् अङ्गं द्विविधा द्विविधा अदन्तम् अनदन्तं च तदाधारेण सिद्धप्रत्ययाः अपि द्विविधा अदन्तङ्गानां कृते सिद्धप्रत्ययाः भवन्ति तेभ्यः अनन्द अङ्गानां कृते च सिद्धप्रत्ययाः किञ्चित् भिन्नाः द्वयोः मध्ये बहुत्र साम्यम् अस्ति कुत्रचित् एव भेदः अधुना अस्माकम् अवधानम् अदन्त अङ्गानां सिद्धतिं प्रत्ययेषु अस्ति इत्येव वार्ता अदन्त अङ्गानां सिद्धतिकप्रत्ययेषु विषये अग्रे अग्रे विषयं दत्तं किञ्चित् डिस्टर्बेन्स् न श्रूयते वा श्रूयते किञ्चित् डिस्टर्बेन्स् सम्यक् अस्तु अग्रे अनदन्तानाम् पठिष्यामः इदानीं केवलम् अदन्तानाम् अङ्गानां वयं पठामः अस्तु परन्तु बहु कश्चित् एव भेदः अस्ति बहुत्र साम्यमेव अस्ति कुत्रचित् एव भिन्नः भेदः अस्ति इति अस्तु धन्यवादः महोदय अग्रे मीना महोदय अग्रे पठतु श्रूयते भवत्याः ध्वनि न्यूना भवति भिन्नभिन्नवति एतावता यादृशी कार्यशैली वर्णिता सा अत्यन्तं शक्तिशालिनी अङ्गं साधयतु अङ्गयन्त्रागारे तदा तिङ् प्रत्ययं साधयतु प्रत्यययन्त्रागारे तदा द्वयं मेलयतु एवं च एकैकस्य लकारस्य कृते स्वयं यन्त्रागारं भवतु यन्त्रागारं इन्स्ट्रुमेण्ट् वा किं वा महोदय फ्याक्टरि फ्याक्टरि यन्त्रागारं तदा लट्लकारे सर्वेषां द्विसहस्रस्य धातूनाम् अङ्गं क्रमेण निर्मातु तदा सिद्धप्रत्ययैः सह मेलयतु एवं रीत्या लट्लकारे कस्यचित् अपि नैपुण्यं भविष्यति एव कार्यं कथं कृतम् इति तत्र यन्त्रागारे कार्यं कथं भवति इति सूचयति अङ्गं अङ्गं यन्त्रागारे अस्ति तत् यत्र अङ्गं किमिति निर्माणं कर्तुं तदनन्तरं तिङ् प्रत्ययं साधनं कर्तुं प्रत्यययन्त्रागारम् अस्ति तदनन्तरं योजनं कृत्वा प्रत्यययन्त्रागारे किमपि अस्ति अङ्गयन्त्रागारे किमपि अस्ति योजनं कृत्वा योजनं कर्तव्यम् एवमेव लकारस्य कृते यन्त्रागारं भवति यदा लट् यदा द्विसहस्रधातु दातवः सन्ति तत्र अङ्गं निर्माणं तदनन्तरं सिद्ध प्रत्ययनिर्माणं मेलनं करोति एवमेव रीति लट्लकारे नैपुण्यं भवति पठति वा अस्मिन् करपत्रे मूलप्रत्ययेभ्यः कथं परस्मैपदि लट् लकारस्य तदा परस्मैपदि लोट् लकारस्य प्रत्ययाः साध्यन्ते इति द्रक्ष्यामः. इदानीं मूलप्रत्ययः कथं भवति? परस्मैपदे परस्मैपदे वा परस्मैपद लट्लकारे वा परस्मैपद लोट्लकारे वा किं कथं साध्यन्ते इति वयं द्रक्ष्यामः. अस्य कार्यस्य कृते इत् संज्ञाविज्ञानम् आवश्यकम्. पूर्वमपि अस्माभिः दृष्टं यत् पाणिनिना एकस्मिन् स्थले क्रमेण सर्वाणि इत्संज्ञा विधायकसूत्राणि स्थापितानि. इत्संज्ञाप्रकरणे तानि तत्संज्ञा विधायकसूत्राणि षट् सन्ति. एकेन सूत्रेण इत्संज्ञा निषिध्यते, अन्ते च अपरेण सूत्रेण इत्संज्ञकः अंशः लुप्यते. सम्प्रति एषु अष्टसु सूत्रेषु सूत्रत्रयम् अपेक्षते. अत्र किं भवति यन्त्रागारे इति तत्र उक्तम्. प्रथमः इत्संज्ञा किं किम् अस्ति, किं भवति, कथं लोपः भवति, कथम् आदेशः भवति, पूर्वमपि दृष्टं क्रमेण ततःपरम् इत्संज्ञका सूत्राणि किम् अस्ति. षट्सूत्राणि सन्ति, हलन्त्यम् उपदेशे अनुनासिके इत्यति क्रमेण षट् सन्ति. एकसूत्रं वदति, एकसूत्रेण लोपः भवति, एकसूत्रेण किं वर्णः इत्संज्ञा भवति इति वदति. इदानीं अष्टसूत्रं द्रक्ष्यामः इति वदति तत्र. जानन्ति खलु, सर्वे जानन्ति खलु अष्ट इत्संज्ञकसूत्राणि कानि कानि सन्ति? उपदेशे चन्यासिके हलन्त्यं लशकृतद्विदे लविभक्तौ अहं जानामि. इदं मनसि तत्र स्थापितमस्ति. अहं न पृच्छामि भवती वदतु, परन्तु सर्वे जानन्ति यत् इत्संज्ञकसूत्राणि कानि कानि सन्ति. अहं जानामि महोदय. अस्तु, धन्यवादः महोदय. अग्रे पठतु, अग्रे अस्ति सुमित्रा महोदय, अग्रे पठतु. आं महोदय, सूत्रं पठामि वा? आम्. हलन्त्यं हलन्त्यम् उपदेशे अन्त्यं हलित् स्यात्, अनेन यस्य कस्यापि अंशस्य अन्ते हल्वर्णः भवति तस्य हल्वर्णस्य इत्संज्ञा भवति. धातोः अन्ते वा प्रत्ययस्य अन्ते वा द्वयोरपि अन्ते हलः इति संज्ञा भवति. यथा शप् इत्यस्मिन् इब् इत्यस्य इति संज्ञा, निच् इत्यस्मिन् चकारः, डुक्रिञ्ज् इत्यस्मिन् ञकारः, क्ष्यन् इत्यस्मिन् नकारः. प्रथमसूत्रम् अस्ति हलन्त्यम् इति. उपदेशे इत्युक्ते धातूनाम् अथवा प्रत्ययानां कृते अन्तिमवर्णः हल् अस्ति चेत् तस्य लोपः भवति, इत्युक्ते इत्संज्ञकः वर्णः इति उक्तम्. उदाहरणं यत् शप् इति अस्ति, पकारस्य इत्संज्ञा भवति. निच् इत्यस्य चकारः, डुक्रुण् इत्यस्य ञकारः, श्यन् इत्यस्य नकारः, ते सर्वे इत्संज्ञकः वर्णः. तस्य लोपः यस्य इत् जातः, इत्संज्ञा जातः, तस्य लोपः भवति. यथा शप् प्रत्यये पकारस्य इत्संज्ञा लोपः च. लोपः इत्युक्ते अदर्शनं, तस्य तत् न पश्यति, अत्र द्रष्टुं न शक्नोति इति. तस्य लोपः इत्यनेन इत्संज्ञा जातः. न विभक्तौ तु स्मः धातूनां तिङ् प्रत्ययाः सुबन्तानाम् इत्युक्ते नामपदानां सुप् प्रत्ययाः एते सर्वे विभक्त्यः इत्युच्यन्ते विभक्तिश्च इति सूत्रेण एषां विभक्तीनाम् अन्ते यदि तवर्गीयः वर्णः तकार तथा दध न सकारः अथवा मकारः अस्ति तर्हि इदं सूत्रं हलन्त्यम् इत्यस्य कार्यं बाधते हलन्त्यम् इत्यनेन एषां वर्णानाम् इत् संज्ञा भवति स्म किन्तु न विभक्तौ तु स्माः इत्यनेन इत् संज्ञा बाधिता भवति अनेन इत् संज्ञा न भवति यथा सुप् प्रत्ययाः जस् भ्यां भिस् अपि च तिङ् प्रत्ययाः तस् वस् मस् अत्र भ्याम् इत्यस्य मकारः तस् इत्यस्य सकारः एषां वर्णानाम् इत् संज्ञा भवति स्म किन्तु न भवति अवधेयं यत् धातुषु अस्य सूत्रस्य प्रसक्तिः नास्ति अतः धातोः अन्ते एते वर्णाः तवर्गीयवर्णाः सकारः मकारः च भवन्ति चेत् तेषाम् इत् संज्ञा भवति लोपः भवति च हलन्त्यम् इति प्रथमं दृष्टवन्तः वयं यथा अन्तिमवर्णं हल् अन्तः अस्ति चेत् तस्य लोपः इति परन्तु तत् सूत्रस्य बाधकसूत्रमस्ति यत् न विभक्तौ तु स्माः इति यत्र कुत्रापि धातूनाम् अथवा प्रत्ययानां सुबन्तानां सुप्रत्ययः केवलं धातुप्रत्यय धातूनां धातुप्रत्ययः तेषां कृते अन्तिमवर्णः तवर्गीय अथवा सकार मकार अस्ति चेत् हलन्त्यम् अस्ति परन्तु न विभक्ति तु स्माः इत्यनेन बाधिता भवति अत्र यथा सुप् प्रत्यये जस् भ्यां भिस् इति अस्ति तत्र मकारस्य इत् संज्ञा अस्ति परन्तु न विभक्तौ तु स्माः इत्यनेन बाधितं भवति अतः लोपः न जातः इति उक्तम् तर्हि अस्माभिः किं पठितं यत् हलन्त्यम् इति एकं संयुक्तसूत्रमस्ति तत्र लिखितमस्ति यत् उपदेश अवस्थायां धातु अस्ति अथवा प्रत्यय अस्ति तस्य यदि अन्ते हल् वर्णः अस्ति तस्य लोपः तस्य इति संज्ञा भवति तदनन्तरं तस्य लोपः इति सूत्रेण तस्य लोपः भवति परन्तु तस्य बाधकसूत्रमस्ति न विभक्तौ तु स्मः विभक्ति इत्युक्ते किं तिङ्प्रत्ययः अथवा सुप्रत्ययः इति विभक्ति तस्य नाम विभक्ति नाम यत् यत् विभक्ति अस्ति नाम तिङ्प्रत्ययः तु सुप्रत्ययः तस्य अन्ते यदि उपदेश अवस्थायां यदि अन्ते सवर्गीयवर्णः नाम तथ दधन अथवा सकार मकारः आगच्छति चेत् तस्य इति संज्ञा न भवति इति विषयः अस्ति तत् हलन्त्यम् इति सूत्रस्य बाधकसूत्रं भवति तर्हि अत्र एतत् सूत्रं केवलं विभक्तीनां कृते अस्ति नाम तिङ्प्रत्ययः सुप्रत्ययः अन्यप्रत्ययानां कृते इति सूत्रं नास्ति धातूनां कृते अपि इति सूत्रं नास्ति अन्यप्रत्ययेषु धातुषु यदि सकार आगच्छति चेत् तस्य इति संज्ञा भवति तस्य लोपः भवति इति वार्ता अस्ति अस्तु अग्रे सुमित्रा महोदय भवती एव पठतु महोदय परस्मैपदे लट् लकारस्य तिङ् प्रत्यय सिद्धिः मूलं टिप् तस् जि सिप् थस् थ मिप् बस् मस् टिप् टिप् इति करोतु अस्तु टिप् इत्यस्य हलन्त्यम् अस्ति अन्तिमे अतः पकारस्य लोपः ति इति लट् प्रत्ययः निष्पन्नः ति एव तिष्ठति. सम्यक् अस्तु, धन्यवादः महोदय. धन्यवादः. अग्रे सुमन् महोदय अग्रे करोतु. आम् महोदय. जि खलु तस् ओ तस् तस् तस् न भवत् तस् न विभक्तौ तुस्माः इत्यनेन सकार सकारलोपः निषिध्यते. ससजुषो रुः इत्यनेन सकारस्य स्थाने रु आदेशः भवति. खरवसनयो तिर्वसर्जनीयः खरवसानयोः विसर्जनीयः करवसानयोः योर्विसर्जनीयः इत्यनेन रु स्थाने विसर्गः आदेशः भवति. तस् इदानीं सकारस्य लोप निषिध्यते. सकारस्य स्थाने रु तरु भवति. रु स्थाने विसर्गः तः इति लट् प्रत्यय निष्पन्नः. तर्हि अत्र सूत्रद्वयम् अस्ति नूतन. तर्हि ससजुषोरुः बहु महत्त्वपूर्णं सूत्रमस्ति, बहुत्र बहुत्र तस्य प्रसक्तिः भवति. खरवसानयोः विसर्जनीयः अपि एकं सूत्रमस्ति महत्त्वपूर्णं, तत्र अपि नूतनसूत्रमस्ति. अग्रे वयं पठामः महोदय. अत्र रु अस्ति खलु, तत्र रु स्थाने विसर्गः भवति वा रु शब्दस्य उकार अज् अनुनासिक उपदेशे गच्छति? न न, अग्रे अग्रे तत्र रु स्थाने भवति. अग्रे अग्रे लिखितमस्ति, किञ्चित् निश्चयी गच्छतु. तत्र स जुषो रुः इति अस्ति खलु, तत् पठतु. किञ्चित् अधः आम् अस्तु. ससो जुषो रुः पदान्ते सकारस्य च सजुष् शब्दस्य शकारस्य च स्थाने रु आदेशः भवति. येन विधिस्तदन्तस्य इत्यनेन न केवलं यत् पदं सकारः अस्ति अपि तु यस्य पदस्य अन्ते सकारः अस्ति. अलोन्त्यस्य इत्यनेन पदान्तस्य वर्णस्य स्थाने रु आदेशः न तु पूर्वपदस्य. सश्च सः च सजुः च ससजुषोः इतरेतद्वन्द्वः अस्तु. तयोः सस्जुषोः सस्जुषोः षष्ट्यन्तम् रुः प्रथमान्तं द्विपदम् इदं सूत्रम्. पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अस्ति सस्जुषोः पदस्य रुः. तर्हि एकवारम् अष्टाध्यायी इति पुस्तकम् उद्घाटयतु सर्वे. सर्वे उद्घाटयन्तु. तत्र अष्ट अध्यायस्य द्वितीयपादम् अत्र कुत्र अस्ति? एकनिमिषः. अष्टम अध्यायस्य प्रथमपादः पेज् 129 इति सूत्रमस्ति. 8.1.16 पदस्य इति सूत्रमस्ति. तत् पदस्य इति सूत्रं अधिकारसूत्रमस्ति. पदस्य इति सूत्रस्य अधिकारः 8116 to 8355 पर्यन्तं गच्छति. 8116 to 8355 पर्यन्तं. पदस्य इति सूत्रस्य अधिकारस्य अर्थमस्ति यत् इदानीं सर्वाणि कार्याणि यत् सन्ति ते पदस्य पदान्ते किमपि अस्ति चेत् भवन्ति. पदान्ते इति कार्याणि भवन्ति इति तस्य अर्थः अस्ति पदस्य. तर्हि स जुषोरुः 8266 पदस्य इति अधिकारे अस्ति. अतः तत्र यत्किमपि लिखितमस्ति तत् पदस्य अन्ते, सामान्यतया पदस्य अन्ते इति भवति. अस्तु, तर्हि अत्र किं लिखितमस्ति? स जुषोरुः. अत्र स जुषो इति षष्ठीविभक्तिः अस्ति, नाम तस्य स्थाने किमपि भवति. अत्र स जुषोरुः नाम एकमस्ति स, नाम पदान्ते यत् सकारः अस्ति, पदान्ते यदि सकारः अस्ति अथवा सजुष, पदान्ते स अथवा सजुष इति शब्दस्य स्थाने, शकारस्य स्थाने रु आदेशो भवति इति अस्ति. तर्हि एकमस्ति स, अद्वितीय अस्ति सजुष. तर्हि सकारस्य स्थाने रु अथवा सजुष इति स्थाने रु. तर्हि महोदय, यदा अहं वदामि तदा किञ्चित् मध्ये न वदतु, यदा अहं समापयामि तदा वदतु. तत्र सकारस्थाने रु, सजुष् स्थाने रु इति आदेशः भवति. स इति किम् अस्ति? अत्र प्रश्नः उदेति यत् स इति किं नाम, केवल सकार अथवा यत्किमपि पदं यस्य अन्ते सकारः भवति. तर्हि अस्माभिः पूर्वमेव पठितं यत् एकं सूत्रम् अस्ति येन विधिस्तदन्तस्य. तत्र किं लिखितमस्ति? यत् यदा कुत्रापि सूत्रे सकारस्य स्थाने अथवा किमपि लिखितमस्ति तस्य अर्थः केवलं यदा स अस्ति तस्य स्थाने रु इति न, अपि तु यस्य यस्य पदस्य अन्ते सकारः अस्ति तस्य अपि स्थाने रु भवति. नाम सूत्रं सूत्रे तु लिखितमस्ति यत् स जुषोरु नाम सकारस्य स्थाने रु, सजुष् शब्दस्य स्थाने रु इति लिखितम् अस्ति. परन्तु तत्र केवलं स इति न, अपि तु यस्य यस्य पदस्य अन्ते सकार अस्ति तस्य रु भवति येन विधिस्तदंस्य इति सूत्रेण. अस्तु, तर्हि अधुना प्रश्न उदेति यत् सम्पूर्णपदस्य स्थाने भवति रु अथवा केवलम् एकवर्णस्य स्थाने. तर्हि वयं जानीमः यत् अलोन्त्यस्य एकं परिभाषासूत्रमस्ति, तत् वदति यत् केवलम् अन्तिमवर्णस्य स्थाने रु भवति. आहत्य किमस्ति? यत् पदान्तस्य सकारस्य स्थाने अथवा सजुष् इति षकारस्य स्थाने रु भवति. तर्हि स भिन्नं, सजुष् भिन्नं. सजुष् किमपि शब्दमस्ति, तस्य लिङ्गप्रत्यय इति विषये किमपि तस्य महत्त्वं नास्ति. स इति किं? सकारस्य पदान्तस्य, पदान्ते नाम सुबन्त तिङ्गन्त, यथा महोदयेन उक्तं रामः अस्ति रामस् तत्र सकारस्य स्थाने, अथवा तिङ्गप्रत्यय सन्ति तत्र अपि नाम तस् अस्ति खलु, अस्माभिः पठितं तस् तत्र सकारपदान्ते अस्ति. तर्हि तत्र अन्तिमपदान्तस्य सकारस्य स्थाने रु अथवा सजुष् इति शब्दस्य अन्तिमषकारस्य स्थाने रु इति आदेशः भवति. तर्हि स जुषोः पदस्य रु इति सूत्रमस्ति. यत्र कुत्रापि सामान्यतया यत्र कुत्रापि पदस्य अन्ते सकार अथवा सजुष् इति शब्दस्य अन्ते षकार अस्ति तत्र तस्य स्थाने अरु भवति इति वार्ता अस्ति. यथा उदाहरणमस्ति तस्, अत्र तस् प्रत्ययः अस्ति, विभक्तिप्रत्ययः अस्ति, तत्र सकारस्य लोपः न भवति, न विभक्तौ तु स्मः. तत् प्रत्ययः पदान्ते आगच्छति, किमपि पदमस्ति यथा पठति, पठयोग तस् पठतस् इति पदं भवति, तस्य अन्त्यसकारः अस्ति, अतः तस्य सकारस्य अन्ते रु भवति, तत्र पठतस् तत्र पठतरु इति भवति। अस्तु अग्रे गच्छतु सुमन् महोदय, सर्वे आगच्छन्ति वा? प्रश्नः अस्ति वा कस्यापि? अस्तु, विरामो अवसानं वर्णानाम् अभावः अवसानसंज्ञकः संज्ञकः वर्णानाम् अभावः अवसानां संज्ञकः। अस्तु, विरामः प्रथमान्तम्, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्ण विराम अवसानम् इति एतत्तु संज्ञासूत्रम् अस्ति खलु? सत्यम्। इदानीं वर्णानाम् अभावः अवसानं सम्यक् इत्युक्ते अग्रिमवर्णः किमपि नास्ति चेत् तत् अवसानम् इति संज्ञा। तर्हि यदा वर्णानाम् अभावः भवति, नाम वर्णाः न सन्ति एव अग्रे, विरामः अस्ति चेत् अवसानम् इति अवस्था वा, स्थितिः वा? हा, यदि यदि अहं वदामि रामः पठति, अत्र पठति मध्ये अग्रे कोऽपि वर्णः नास्ति खलु, समाप्तमस्ति। तर्हि अत्र अथवा रामः पठति मध्ये अपि रामः इति पदमस्ति, तस्य अनन्तरं साक्षात् किमपि डैरेक्ट् नास्ति वर्णः, अत्र ततः अवसानम् इति वदति। किन्तु तत्र पठति अस्ति खलु, पकारः भवति, तत्र सन्धि न पठति मध्ये तत्र भिन्न अस्ति खलु, मध्ये गैप् अस्ति, भवती सन्धि करोति चेत् आम् अवसानं नास्ति, परन्तु यदि रामः पठति इति अहं सेपरेट् सेपरेट् लिखामि तत्र वर्णः नास्ति। अस्तु, अहं चिन्तितवती वाक्यस्य अन्ते एव। न वाक्यस्य इति किमपि नास्ति, यत्र वर्णानि समापयन्ति, यत्र रामः भिन्नम् अस्ति, तत्र र आ म विसर्ग इति कण्टिन्यूस् अस्ति, अतः तत्र अवसानं नास्ति, परन्तु पठति भिन्नम् अस्ति। परन्तु यदि भवती सन्धि करोति चेत् तत्र भवती सन्धि करोति चेत् तत्र अवसानं नास्ति। अस्तु अस्तु, इदानीम् अग्रिमसूत्रं क्षम्यता महोदय, पूर्वपरिच्छेदं तस्मि इत्यादि विषयः त्यक्तं खलु? न तत्र तत्र तस् मध्ये एतानां सूत्राणां प्रसक्तिः भवति, अतः प्रथमं सूत्राणि पठामः, अग्रे पुनः वयम् उपरि गच्छामः। महोदय एकः प्रश्नः, अवसानम् इत्युक्ते साक्षात् मीनिङ्ग् न अवगच्छामि सम्यक्, विरामः इति बुद्धिं तत्र यथा विरामस्ति तस्य नाम अवसानम्। अस्तु, तर्हि धन्यवादः महोदय, अग्रे पठामः, अग्रे को अस्ति? अरुणा महोदय अग्रे पठतु। धन्यवादः महोदय। खरवसानयोः महोदय तदेव पठामि। करवासानयोः विसर्जनीयः, पदान्तस्य रेफस्य स्थाने विसर्गः भवति खरि परे अथवा अवसान अवस्थायां, खर् इति खा तु अन्तं च वर्णवन्तवत् अवसानं च, करवसाने तयोः करवसानयोः करवसानयोः सत्यन्तं विसर्जनीयः प्रथमान्तं द्विपदमिदं सूत्रं, रोरि इत्यस्मात् रोः इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, अलोन्तस्य इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गः आदेशौ भवति. अनुवृत्तिसहितसूत्रं कर्मसान्नयोः पदस्य सः विसर्जनीयः संहितायां. कर्मसान्नयोः विसर्जनीयसूत्रं विवरणं करोति. अत्र पदन्तस्य रेफस्य स्थाने विसर्गः भवति अथवा भवति खरि खरि अथवा अवसानवस्थायां. तदर्थमिति पदान्तस्य रेफस्य स्थाने विसर्गः भवति खरिपदे विसर्गः भवति अथवा अवसानवस्थायां विसर्गः भवति. खरि इति ख च अवसानं च करवसाने तयोः इतरेतरयोगद्वन्द्वः समा तयोः कर्वसानयोः पदम् आगच्छति. कर्वसानयोः सत्यमन्तं पदं ततः परपूर्वकार्यं करणीयं. विसर्जनेय प्रथमान्तम् आदेशः द्विपदं सूत्रं सहित अनुवृत्तिसहितसूत्रं वदति कर्वसानयोः पदस्य रेफः विसर्जनीयः संहितायाम् इति पूर्णसूत्रं भवति. पूर्वसूत्रं वदति विरामो षष्टजुषो रुः इति सूत्रेण रेफ रु आगच्छति. तत्स्थाने पदन्तस्य रेफस्य स्थाने खरि वर्णः परे विसर्गः भवति अथवा अवसान अन्तः पर वर्णः वर्ण अभाव अव समये अपि विसर्गः भवति इति सूत्रं वदति. अहं मतं मन्ये तर्हि खरवसानयोः विसर्जनीयः. अत्र खर अवसानयोः इति सप्तमविभक्तिः अस्ति. तत्र खर् अथवा अवसानं नाम यदि यदि खर अथवा अवसानं कत्र संहितायां संहितायाम् इति किं तस्य अर्थमस्ति सन्धि सन्धिप्रकरणे अथवा संहितायां प्रकरणे इति. नाम यदि संहिताविषये नाम सन्धिविषये यदि अवसानं भवति क्षम्यतां यदि यदि अवसानं भवति नाम वर्णानाम् अभावः भवति अग्रे कोऽपि वर्णः नास्ति तर्हि तत्र अथवा यदि अग्रे किमपि खर् प्रत्याहारस्य वर्णः अस्ति नाम यदा सन्धि भवितुं सन्धि भवति तर्हि अत्र यदि अग्रे खर् प्रत्याहारस्य वर्णः अस्ति नो चेत् यदि अवसानम् अस्ति अग्रे कोऽपि वर्णः नास्ति तर्हि तत्र पदस्य अन्ते यत् रः अस्ति तत् अहं तत्र प्रायः किमस्ति मुद्रणदोषः अस्ति तत्र प्रायः रः न तत्र रु भवनीयं तस्य स्थाने विसर्जनीय भवति विसर्गं भवति इति वार्ता अस्ति. अस्तु तर्हि कथं जानीमः एतत् सर्वं. तर्हि खर अवसानयोः तत्र सप्तमीविभक्ति अस्ति नाम खरि च अवसान अवसाने च नाम अग्रे यदि खर् प्रत्याहारस्य वर्णः अस्ति साक्षात् नो चेत् वर्णानाम् अभावः अस्ति तर्हि तत्र एतत् तस्य साक्षात् अस्ति चेत् तस्मात् पूर्वं किमपि कार्यं भवति अस्तु किं कार्यं भवति. तर्हि अत्र एकं तु अस्ति अधिकारः पदस्य एकम् अस्ति अधिकारः संहितायां. तर्हि एतत् सर्वं संहिता इति विषये सन्धिविषये एतत् सर्वं भवति. तत्र अग्रे यदि पदस्य अस्ति नाम पदान्ते किमपि अस्ति चेत् एतत् कार्यं भवति. अस्तु पदान्ते किं भवति तर्हि तत्र रो रि इति पूर्वं सूत्रमस्ति 8.3.14 तत्र रो इति पदस्य अनुवृत्ति तत्र रोः इति किम् अस्ति षष्टिविभक्ति. कस्य षष्टिविभक्ति अस्ति रु रु अस्ति खलु गुरुशब्दस्य षष्टिविभक्ति किम् अस्ति गुरोः तथैव रु इति शब्दस्य षष्टिविभक्ति किम् अस्ति रोः. तर्हि रोः तस्य स्थाने किमपि नाम खरी परे अथवा अवसानं परे पदस्य रु इति अवयवस्य स्थाने विसर्गं भवति इति कथयति। तर्हि रु इति कुत्र आगच्छति? पदस्य अन्ते, मध्ये, आदौ किम्? तर्हि वयं जानीमः खलु अलोन्त्यस्य इति शब्दिति अस्ति एकं सूत्रं, परिभाषासूत्रं। तत् परिभाषासूत्रं वदति यत् सर्वदा अलोन्त्यस्य अस्ति, तत्र अन्तिमवर्णः यदा अन्ते अस्ति तस्य स्थाने विसर्गं भवति, तस्य स्थाने कार्यं भवति। तर्हि अत्र पदान्ते यत् रेफः अस्ति, पदान्ते यत् रु अस्ति, तस्य स्थाने विसर्गः भवति। तर्हि खरीपरे उदाहरणम् अस्ति चिन्तयामि खरीपरे खर् खरीपरे का पृष्टवती खर् खरी खर् प्र परे अस्ति चेत् विसर्गः भवति अथवा अवसानावस्थायां खर् वर्णः अस्ति खर् प्रत्ययः वर्णः संस्कृतम् इति तत्र किं संस्कृतं संस्कारः क इति अत्र अग्रे आयाति किल विसर्ग कुत्र अस्ति अत्र नास्ति तत्र सम् अनुस्वारं भवति किल तदनन्तरं रेपस्य स्थाने रेपस्थस्थाने विसर्गः भवति करिपरे इति पदान्तस्य स्थाने विसर्गः भवति खरीपरे अथवा अवसानावस्थायामस्ति आम् किन्तु खरीपरे सन्धि पश्यतु सन्धि खलु सन्धिपाठः अस्ति खलु द्रष्टव्य अप्रस्थान सत्त्वसन्धिः तत्र आगच्छति सत्त्वसन्धिः सत्त्वसन्धिः किं भवति इत्युक्ते नकारस्य स्थाने रु आदेशः तस्य स्थाने विसर्गः आदेशः खरिपरे उदाहरणमस्ति वा महोदय इदानीं तु स्वरूपोदयस्य एव उदाहरणमस्ति गच्छन् योगः तावता तत्र गच्छन् नकारस्य स्थाने रु आदेशः गच्छ योग रु आदेशः भवति अतः एव अहं पृष्टवती उकार गच्छति उकार अजानन् उपदेशे अजानन्नास्ति इत् सूत्रेण उकारस्य लोपः भवति इत्संज्ञा भवति लोपः अपि भवति रेफः एव तिष्ठति रेफस्य स्थाने इदानीं सूत्रेण रेफस्य स्थाने विसर्गः आगच्छति तर्हि गच्छन् योगः किं तावता किमपि गच्छ योगः तावता गच्छति गच्छ योग रेपः तावता अनन्तरं तत्र रेफस्य स्थाने एकनिमिषः रेफः कथं भवति उकार गच्छति खलु उपदेशे अजनुनासिक तर्हि गच्छ तावता इति भवति वा आम् इति कुत्र पठति सन्धिपाठे वा महोदयस्य आम् पश्यति चेत् हल् सन्धि अस्ति अधभाग भागो अस्ति महोदय अस्ति नैन् सेक्शन् 905 भवती सन्धिपाठे गच्छति वा इति अहं पृच्छामि आम् आम् आम् 905 महोदय शक्रिन्स्रायस्य इति एव एकः उदाहरणम् अपि दत्तं सिद्धान्त लघुसिद्धान्तगौमुखी मध्ये शक्रिन् बहुत्र बहुत्र सन्ति उदाहरणानि इति चिन्तयामि परन्तु अधुना मम मस्तिष्के न आगच्छति परन्तु यथा सुमन् महोदय वदति तत्र सत्यमस्ति तत्र खर अस्ति चेत् अत्र वा अवसान अस्ति चेत् तत्र भवति परन्तु अत्र तु अवसानस्य विषये एव अधिकतरम् अवसानस्य विषये एव मयापि अधिकतया अवसानस्य विषये एव पठितम् अत्रापि अवसानस्य विषये एव प्रायः वदामि अत्र पाठे किन्तु महोदय सूत्रमेव पठति चेत् अस्ति खलु पदान्तस्य रेफस्य स्थाने इत्युक्ते उकार अनुनासिक उकारः अतः तस्य इत्संज्ञा अनन्तरं लोपः भवति तर्हि तत्र मयापि पठितमस्ति तत्र प्रायः मतद्वयमस्ति अत्र किम् अस्ति मतद्वयं यथा भवती वदति यत् स जुषो रु अस्ति खलु सम्यक् हा तत्र रु आगच्छति तदनन्तरं रु आगच्छति तदनन्तरं भवती वदति यत् अत्र सूत्रं लिखितमस्ति पदस्य रः नाम पदान्तरेफस्य स्थाने विसर्गः भवति इति भवती वदति खलु तथैव अस्ति चेत् उकारस्य इत्संज्ञा भवति इति खलु परन्तु मम तत्र मतभेदद्वयमस्ति एकं तु एतत्सर्वम् अहं जानामि मम अहं किञ्चित् भिन्नं चिन्तयामि यत् केन कारणेन उकारस्य इत्संज्ञा भवति हलन्तस्य उपदेश अजनानासिकसूत्रेण उपदेश अजनानासिक इति अस्ति चेत् भवति परन्तु मम प्रश्नः अस्ति यत् तत्तु केवलं धातोः अथवा प्रत्ययस्य कृते भवति खलु रु इति प्रत्ययः अस्ति वा आदेशः रु प्रत्ययः नास्ति महोदय रु अत्र तु आदेशः भवति खलु सकारस्य स्थाने आगच्छति अस्तु तर्हि अत्र रु प्रत्ययः नास्ति आदेशः अस्ति अथवा आदेशः अस्ति अथ उकारस्य स्थाने उपदेश इति अनुनासिक इति सूत्रेण उकारस्य लोपः भवति र एव तिष्ठति इति चिन्तयति खलु किन्तु तत्र रो तत्र रोः किमर्थं तद् मम मुख्य क्लेशः भवति अत्र रो रि मध्ये रो इति शब्दस्य अनुवृत्तिः भवति रो यत् अस्ति रोः रोः एव अस्ति खलु इत्यस्य अनुवृत्तिः लिखितं हा तर्हि रोः इति रु इति शब्दस्य षष्ठीविभक्तिः अस्ति न तु रो आम् सत्यम् तथा अस्ति अनुवृत्तिसहितसूत्रं पश्यति चेत् तद् तत्र रः एव अस्ति विसर्जनीयः रोः नास्ति हा अत्र यत् लिखितमस्ति तत् रः अस्ति परन्तु अनुवृत्तिमध्ये तु रोः अस्ति खलु रोः अस्ति चेत् रु भवितुं भवन्ति अनुवृत्तिसहितसूत्र तत्र रः अस्ति न न न यत् अनुवृत्तिसूत्रमस्ति रो रि आम् आम् आम् तत्र रोः अस्ति खलु तर्हि अनुवृत्ति भवति चेत् अग्रिमसूत्रे अपि रोः गच्छति अवगच्छति वा अहं किं वदामि? एकनिमिष भगिनी, द्वयोः स्थाने सन्धिपाठे अपि अत्र अपि अनुवृत्तिसहितसूत्रं पूर्णसूत्रम् अस्ति खलु, तत्र खर् अवसानयोः पदस्य रः विसर्जनीयः संहितायाम् इति एव अस्ति. सन्धिपाठे वयं पठितवन्तः शब्दस्य आदेशः भवति, तत् अनन्तरम् उकार उपदेशे अजानुनासिके सूत्रेण तस्य लोपः भवति इति पठितवन्तः. किन्तु अत्र नास्ति, तत्र अपि अहं पश्यामि चेत् तत्र अपि लिखितं नास्ति, किन्तु वयं पठितवन्तः. महोदय, अष्टाध्यायी मध्ये रोरि अत्र सूत्रस्य सूत्रच्छेदः रः षष्टि एकवचनं, रि सप्तमी एकवचनम् इति दत्तम्. तर्हि रः षष्टि एकवचनम् इत्येव रोः इति इत्युक्ते एतत् सर्वस्य एक एव निवारणम् अस्ति, तत्र रोः नास्ति, रो अस्ति, रो अस्ति, रो इत्युक्ते रो अस्ति चेत् रो अस्ति चेत् तत्र रः अस्ति, रः इति रो इति शब्दस्य षष्टि एव रो रि इत्येव दत्तं रोः न सूत्र रो रि. तर्हि अत्र लिखितमस्ति रोरि इत्यस्मात् रोः इत्यस्य अनुवृत्ति, तत्र रोः नास्ति, रो अस्ति, रो नो चेत् रः. अस्तु, तर्हि एतत् स्वीकुर्मः. तत्र रोरि अस्ति, रोरि मध्ये रो यत् अस्ति तथा यत् विजी महोदया उक्तं तत्र रो अस्ति, तत्र रः अस्ति वस्तुतः. तत्र वयं जानीमः खलु रेफस्य उकार भवति, नाम रामो गच्छति, रामो तिष्ठति, तत्र बहुत्र उकार भवति तत्र विसर्गस्य. तत्र रोरि मध्ये अपि र प्लस् विसर्ग, तत्र विसर्गस्य उकार अथवा रो भवति, तत्र वस्तुतः रः अस्ति. रः इति अस्ति रे र इति शब्दस्य षष्टिविभक्ति रः. तर्हि रः इत्यस्य अनुवृत्ति भवति, न तु रोः. अतः करवसानयोः पदस्य रः इति अस्ति. तत्र किमस्ति इति अग्रे अवसानम् अस्ति, अवसानम् अस्ति अथवा खर् प्रत्याहारस्य वर्णः अस्ति. तथा किं भवति, रेफस्य स्थाने विसर्गः भवति. पदस्य रेफस्य स्थाने इत्युक्ते किं, कुत्र अलोन्त्यस्य इति सूत्रेण वयं ज्ञातुं शक्नुमः यत् अन्तिम अल यत् अस्ति, नाम अन्तिमरेफ अस्ति, तस्य स्थाने विसर्गः भवति पदान्ते अस्ति चेत्. नाम यदि पदान्ते रेफः अस्ति, तस्य अग्रे खर् प्रत्याहारस्य वर्णः अथवा अवसानः अस्ति चेत् तस्य रेफस्य स्थाने सन्धि अवस्थायां विसर्गः भवति. महोदय, अत्र मम एकः प्रश्नः अस्ति. इदानीं वयं जानीमः तस् स्थाने तरु आगच्छति, तरु तर् भवति उकारस्य लोपः अनन्तरम्, इदानीं तर् तः भवति. किन्तु अग्रिमं सूत्रम् अस्ति विसर्जनीयः सः. इदानीं किमर्थं पुनः तत् सूत्रं न कार्यं न करोति अत्र? किं सूत्रं कार्यं न करोति? विसर्जनीयः सः. सूत्रं सूत्रसङ्ख्या वदतु. सूत्रसङ्ख्या अस्ति 8.3.34. खर अवसानयोः विसर्जनीयः 8.3.15 अस्ति. तत् सूत्रम् 8.3.34 अस्ति. अनन्तरम् अस्ति, अतः कार्यं कर्तुं शक्नोति. 8.3. किमर्थं न करोति 34? 8.3 खलु खर अवसानयोः परन्तु विसर्जनीयस्य सः इति सूत्रस्य पूर्ण अनुवृत्तिसहितसूत्रं किम्? ओ खरि परे अस्तु, इदानीं तु अवसान अवसाने एतानि सूत्राणि किं वदन्ति? विसर्जनीयस्य स्थाने स, नाम विसर्गस्य स्थाने स, अथवा किमपि सन्ति खलु विसर्जनीयस्य आदेशसूत्राणि सन्ति, परन्तु एतानां सूत्राणां निमित्तं किं? सर्वदा विसर्गस्य स्थाने तु स न भवति खलु? खरि परे केवलं केवलं हरिपरे अस्ति चेत् तर्हि पठ पश्यतु, रामः तिष्ठति अस्ति खलु, तर्हि रामः तिष्ठति इति यदि वयं सन्धि कुर्मः रामस्तिष्ठति, तर्हि तत्र किम् अस्ति? तकारः अस्ति, खरे अस्ति, अतः विसर्गस्य स्थाने सकारः भवति, रामस्तिष्ठति भवति खलु? आम् सत्यम्। परन्तु यदि वयं सन्धि इति न कुर्मः तर्हि रामः इति अवसानं भवति खलु? नाम रामः तिष्ठति इति अपि सम्यक् वाक्यमस्ति, तत्र सन्धि करणीया एव इति नास्ति खलु, रामः तिष्ठति सम्यक् अस्ति। आम् इदानीम् अवसाने अस्ति चेत् न भवति, अवस्थायां यदि अहं रामः तिष्ठति इति पदद्वयस्य सन्धि न कर्तुम् इच्छामि, भिन्नभिन्न एव लिखितुम् इच्छामि, तत्र सन्धि नास्ति, अतः तत्र अवसानमस्ति, अवसानमस्ति चेत् विसर्जनीयस्य सः इति सूत्रस्य कार्यं न भवति, अतः रामः तिष्ठति इति भवति। परन्तु यदि अहं सन्धि कर्तुम् इच्छामि तर्हि रामः योगः तिष्ठति, अधुना विसर्गस्य साक्षात् अनन्तरं खर् प्रत्याहारस्य वर्णः अस्ति, अतः तस्य स्थाने सकारः भवति, अतः रामस्तिष्ठति इति। अवगच्छति वा सर्वे? सकारः भवति इति नास्ति, तथा अस्ति चेत् अस्माभिः यत्किमपि पठितमस्ति बालकालात् तत्सर्वं सम्यक् नास्ति खलु, रामः तिष्ठति कदापि सम्यक् न भवति, तदनु नास्ति। अस्तु अस्तु, इदानीं तु रामस् तिष्ठति अस्ति चेत् तत्र सकारस्य स्थाने ससुजोषोः रुः कार्यं करोति, राम रु तिष्ठति भवति, तत्र उकारस्य लोपः भवति, रामर् तिष्ठति, रामः तिष्ठति, अनन्तरं विकल्पेन रामस्तिष्ठति। विवक्षा अस्ति चेत् सन्धि कर्तुं शक्नुमः, नो चेत् न। सन्धेः विवक्षा अस्ति चेत् रामः तिष्ठति, नो चेत् रामः तिष्ठति। अस्तु अस्तु, धन्यवादः, इदानीं तु सम्यक्। सर्वे अवगच्छन्ति वा अत्र किं भवति? तत्र ससजुषो रुः खरविसानयोः विसर्जनीयः इति सूत्रद्वयं बहुत्र बहुत्र कार्यं करोति, सन्धिविषये तु बहुत्र बहुत्र कार्यं करोति। तत्र किमस्ति नाम, यदि पदस्य अन्ते प्रथमं तु पदं भवेत्, तस्य अन्ते यदि सकारः अस्ति, नो चेत् सजुष् इति शब्द अस्ति चेत् तस्य अन्ते सकारः अस्ति, तयोः अन्तिमसकारस्य अन्तिमशकारस्य स्थाने रु भवति, तर्हि रामः शब्दः अस्ति, तत्र रामः शब्दः वस्तुतः रामस् अस्ति, प्रथमाविभक्ति एकवचनं रामस्, तत्र रामस् अस्ति, पदमस्ति, तस्य अन्ते सकारः अस्ति, सकारस्य स्थाने रु भवति, तर्हि रामरु इति भवति। अधुना यथा रामरु तिष्ठति इति यदि वाक्यमस्ति, अधुना रु अस्ति, तत्र रु यत् अस्ति तत् विसर्गस्य आदेशः भवति, विसर्गस्य आदेशः भवति, अत्र आदेशे उकारः यत् अस्ति तत् उपदेशे अनुनासिक इति सूत्रेण, तस्य लोपः इति सूत्रेण इत् संज्ञा भवति, गच्छति, रामर् योगः तिष्ठति। अधुना रामर् अस्ति, अधुना यदि यदि यदि अहं रामर् अस्ति, पदस्य अन्ते अस्ति रामपद अस्ति, पदस्य अन्ते रेफः अस्ति, तस्य अग्रे अवसानम् अस्ति, वर्णः नास्ति खलु, समाप्तम् अस्ति, तर्हि अवसानम् अस्ति, रामर् अस्ति, अतः तस्य रेफस्य स्थाने विसर्गः भवति, रेफस्य स्थाने विसर्गः भवति, रामर् तस्य भवति रामः, रामः तिष्ठति। एतोपि अग्रे यदि वयं सन्धिं कर्तुम् इच्छामः तत्र अत्र नास्ति तस्य कार्यम्, तस्य भिन्नसूत्रमस्ति, अत्र तस्य महत्त्वं नास्ति, तथा अस्ति चेत् विसर्गस्य स्थाने किं भवति, सकारः भवति, रामस्तिष्ठति इति। एतत् सर्वं करणीयम् इति अस्ति। सर्वे अवगच्छन्ति वा? महोदय कोऽपि प्रश्नः? आम् आम् अस्तु। अस्तु अग्रे गच्छामः। तर्हि एतत् सर्वम् अस्ति। अधुना वयं तस् इति कर्तुं शक्नुमः। तस् मध्ये न विभक्तौ तु स्मः इति सूत्रेण सकारस्य लोपः न भवति, यतोहि तस् विभक्तिप्रत्ययः अस्ति, अतः हलन्त्यम् इति कार्यं न करोति, तस् भवति। अधुना यत् अस्ति तस्, तत् कस्यापि पदस्य अन्ते भवति खलु, तिङन्तपदः अस्ति, तस्य अन्ते भवति, अतः पदस्य अन्ते सकारः आगच्छति, अतः तस्य सकारस्य स्थाने रु भवति, तरु इति भवति। इदानीम् उकारस्य लोपः भवति उपदेशे अज् अनुनासिक इत् तर् इति भवति। अधुना तर् अस्ति, तस्य पदान्ते अस्ति, अतः तस्य अग्रे अवसानम् अस्ति, नाम किमपि अग्रे नास्ति, अवसानम् अस्ति, अथवा अतः रेफस्य स्थाने विसर्गः भवति, सिद्धतिङ्गप्रत्ययः भवति तः इति। अस्तु अग्रे मल्लर् महोदय अग्रे पठतु, न मल्लर् महोदय भवती पठति, न अधुना किम् अरुणा महोदय पठति, मल्लर् महोदय जि जी सकारः योगः इ योन्तः ज स्थाने अन्तः अन्त् आदेशः अन्त् योगः इ अन्ति इति लट् प्रत्ययः निष्पन्नः। योन्तः इति सूत्रं पठामि वा? प्रत्ययस्य जकारस्य अवयवस्य स्थाने अन्त् आदेशः भवति। जः षष्ट्यन्तम्, अन्तः प्रथमान्तं, द्विपदम् इदं सूत्रं। जकारे अन्त् अवये च अकारः संयोजितः विचारणार्थम्। आये नीये नीयेयः पटकां प्रत्यादीनाम् इत्यस्मात् प्रत्ययस्य इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम्, अङ्गस्य प्रत्ययस्य जः अन्तः। यदि प्रत्ययस्य अन्ते जकारः अवयः इत्युक्ते किं महोदय? अवयव इत्युक्ते अन्ते किमपि न, एतस्य भागः, अवयव इत्युक्ते भागः। अङ्गः वा? अङ्गः भाग भाग अङ्गम् इत्युक्ते भाग भाग अङ्गम् इत्युक्ते किं भवति? अङ्गम् अवयव भिन्नभिन्न वा? अङ्ग अति अधिकारः अस्ति, अवयव नाम अत्र अस्ति खलु, आयनेयीय फढ ख छ घां प्रत्यादीनाम् इत्यस्मात् प्रत्ययस्य अनुवृत्ति भवति। अङ्गस्य तु अधिकारः अस्ति खलु, सप्तम अध्याये अङ्गस्य अधिकारः अस्ति खलु, नाम यत् अङ्गमस्ति तत्र अत्र अङ्ग टेक्निकल् टर्म् अस्ति, किन्तु भगिनी यत् पृच्छति तत् अङ्गम् एज़् एन् पार्ट् भाग अपि महोदय अवयव अवयव इत्युक्ते भाग अत्र विशेष विशेषपदमस्ति अङ्गस्य अधिकारः अस्ति अवयव इत्युक्ते प्रत्ययस्य एकः भागः तद् भाग अन्तिमे अस्ति केवलम् इति न कुत्रापि कुत्रापि कुत्रापि भवितुं शक्यते आम् प्रत्ययस्य पठतु किमानि प्रत्ययस्य जकार अवयव अस्ति चेत् तस्य स्थाने अन्त् इति आदेशः भवति इति उक्तम् अनुवृत्तिसहितसूत्रम् अङ्गस्य प्रत्ययस्य जः अन्तः अत्र एतत् दृष्टान्ते जि इति अस्ति जकारः योगः इ अस्य अङ्गः जकारः अवयवः अस्ति तस्य स्थाने अन्त् इति भवति अन्त्योगः इ अन्ति इति रूपं भवति सत्यं तर्हि झोऽन्तः इति सूत्रम् अस्ति तत्र झो अन्तः इति झो योगः अन्तः तत्र झो झो मध्ये यत् झो अस्ति तथा यथा तत् झकारस्य षष्ठी विभक्ति तत्र झो यदस्ति तत् वस्तुतः यदि सन्धिविच्छेदः कुर्मः तत्र झः योगः अन्तः अस्ति झः योगः अन्तः तत्र विसर्गानन्तरम् अवग्रह इति सर्वम् आगत्य झोऽन्तः भवति तत्र झः योगः अन्तः झः इत्युक्ते झकारस्य षष्ठी विभक्ति तर्हि झकारस्य स्थाने अन्त् भवति तत्र अन्तः यत् अस्ति तत्र अन्तः अन्ते यत् विसर्गः अस्ति तत् केवलम् उच्चारणार्थे तर्हि झकारस्य स्थाने अन्त् भवति कुत्र झकारस्थाने अन्त् भवति तर्हि आयनेयीय खभषां प्रत्यादीनाम् इत्यस्मात् प्रत्ययस्य अनुवृत्ति तर्हि प्रत्ययस्य झः अन्तः नाम प्रत्ययस्य यत् भागः अस्ति झ तस्य स्थाने भवति अन्त् नाम कोऽपि प्रत्ययः अस्ति यस्य भागः अस्ति झ तत्र कुत्रापि भवितुं शक्नोति आदिमध्ये अन्ते किमपि तस्य स्थाने अन्त् भवति प्रत्ययस्य झः अन्तः तर्हि झि इति अस्ति अत्र प्रत्ययः अस्ति झि अत्र झ इति भागः अस्ति झ प्लस् इ अतः झ तस्य स्थाने भवति अन्त् अत्र अन्त् योग इ सिद्धतिङ् प्रत्ययः भवति अन्ति इति तर्हि प्रथमपुरुषे तिप्तर्झि भवति ति तः अन्ति इति वार्ता अस्ति सर्वे अवगच्छन्ति वा अधुना अग्रे सर्वे ये प्रत्ययाः सन्ति षड् प्रत्ययाः परस्मैपदेषु तत्र किमपि नूतनकार्यं नास्ति अतः झटति भवति अस्तु मदर् महोदय भवती सिप् करोतु सिप् हलन्त्यं तस्य लोपः इत्यनेन पकारस्य लोपः भवति सि इति लट् प्रत्ययः एव निष्पन्नः तस्य किमपि प्रसक्तिः नास्ति सि एव तिष्ठति तर्हि अत्र किमपि केवलं हलन्त्यम् इति सूत्रेण पकारस्य लोपः सि इति भवति लोपः अस्तु धन्यवादः महोदय अग्रे अग्रे सरला महोदय थस् महोदय कार्याने अस्मि ओ अस्तु क्षम्यतां केवलं शृणोति वा अस्तु अस्तु विजि महोदय थस् तस् न विभक्तो तुस्मा इति सूत्रं भाटकसूत्रं भालन्त्यसूत्रस्य भाटकसूत्रम् अस्ति इत्यस्मात् सकारः लोपः न भवति किन्तु पूर्वमेव वयं दृष्टवन्तः खलु स्थिररूपेण सकारः स्थाने विसर्गः इति न न सर्वं वदतु सूत्रमपि वदतु क्रममपि वदतु तत् सकारस्थाने स्थाने रु कथम् आगच्छति केन सूत्रेण स सजुषो रुः इति सूत्रेण स वा सजुषो वा इति अन्त्यपदस्य अन्तस्य आगच्छति चेत् सकारस्य स्थाने रु आदेशः भवति स सजुषो रुः इति सूत्रेण तदनन्तरं अग्रे तदनन्तरं करावसानयोः विजर्जनीयस्य इति सूत्रेण रुस्थाने रुस्थाने प्रथमं रु तस्य उकारस्य लोपः भवति उकारस्य लोपः भवति आम् आं भवति तस् इस् लोपः निष्पन्यते इस् स्थाने रु तत्तरु इति तरु स्थाने अत्र विसर्जनीयस्य करावसानियो विसर्जनीयः इति सूत्रम् कार्यं करोति तः इति लट् लकाररू प्रत्ययः रूपम् अन्तिमरूपं भवति तर्हि थरु इति भवति तत्र उकारस्य लोपः भवति थर् इति भवति अधुना पदान्ते रेफः अस्ति अतः तस्य स्थाने विसर्गः भवति थः प्रत्ययभवति थः अस्तु अग्रे अवसान अवसानमिति कारणेन अवसानमिति कारणेन सः इति तः इति लट् प्रत्ययः निष्पन्नः अग्रे थ किमपि कार्यं नास्ति थ इत्येव लट् प्रत्ययः निष्पन्नः अस्तु अग्रे अग्रे मिप् अत्र मिप् अत्र इप् हलन्त्यं तस्य लोपः इति सूत्रद्वयं कार्यं करोति पकारस्य लोपः भवति मि इति एव निष्पन्नः मि इति लट् प्रत्ययः निष्पन्नः अग्रे वस् मस् अत्र अत्र सकारः न विभक्तवतु स्म इति बाधकसूत्रं कार्यं करोति इत्यनेन सकारः लोपः न भवति तदनन्तरं सकारस्थाने रु आदेशः भवति स सजुषु रुः इति सूत्रेण उकारः लोपः भवति तदनन्तरं वर् इति निष्पन्नः तदनन्तरं विसर्जनीयस्य सः करावसानयो विसर्जनीयः इति सूत्रेण विसर्गः भवति तः इति लट् प्रत्ययः निष्पन्नः एकः प्रश्नः अस्ति सारि सारि प्रश्नः किमस्ति अत्र मिप् अस्ति वस् अस्ति मस् अस्ति अन्तिमरूप रूपाणि मि वः मः भवति किन्तु पश्यामः चेत् पठति अस्ति किन्तु पठामि अस्ति पठाव पठावः पठामः तत्र दीर्घ अकार ह्रस्व अकारात् दीर्घ अकारः कथम् आगच्छति तर्हि वयम् अग्रे यदा अङ्गस्य अङ्गस्य अथवा अङ्गस्य स्यतिङ्ग् प्रत्ययस्य यदा मेलनम् इति वयम् अग्रे पठामः तत्र आगच्छति तृतीयसोपाने आम् तृतीयसोपाने अस्ति प्रत्ययः तु मि एव अस्ति न तु आमि आवः अत्र मस् वस् मस् पर्यन्तम् अभवत् खलु वस् मस् पर्यन्तं पूर्णतया पठितवन्तः तर्हि अधुना सम्पूर्ण परस्मैपदी धातूनां कृते लट् लकारस्य प्रत्ययः के के सन्ति तेषां निर्माणं कथं भवति इति अस्माभिः पठितं तर्हि तिप् तस्मि तिप् तस्य विप् वस् मस् इति तेभ्यः मूलप्रत्ययः सन्ति, तेभ्यः तीतः अन्ति, सीतः थ, नीवः मः इति भवति. अधुना लट् लकारे प्रत्ययस्य अस्माभिः अस्माकं सम्पूर्णज्ञानमस्ति परस्मैपदिविषये. प्रश्नः अस्ति लट् लकार नास्ति नास्ति. अस्माभिः अद्य चत्वारि नूतनसूत्राणि अस्माभिः पठितानि. स स जुषोरुः, विरामोऽवसानं, खरवसानयोः विसर्जनीयः, झोन्त. तर्हि एतानि सूत्राणि वारं वारम् आगच्छन्ति अथवा वारं वारं पठन्तु. अलवन्तस्य तत्तु वयं जानीमः खलु, पूर्वमपि अस्माभिः पठितम्. परिभाषासूत्रमस्ति, तत् वदति यत् यत्किमपि कार्यमस्ति, आदेशकार्यं, तत् अन्तिमवर्णस्य स्थाने भवति. महोदय, विधि महोदय, भवती एव वदतु, एतत् सूत्रं पूर्वम् अस्माभिः कस्य सूत्रस्य सन्दर्भे पठितम्? इको यणचि सारधातुकार्धातुकयोः अपि अस्ति खलु. तत्र सारधातुक आर्धातुकयोः इति सूत्रे तु लिखितं नास्ति खलु, कस्य इकारस्य कस्य उकारस्य स्थाने. अलोन्त्यस्य आगत्य वदति यत् अन्तिम इक् वर्णस्य स्थाने. अलोन्त्यस्य परिभाषासूत्रम् अस्ति, यत्र यत्र सन्धिकार्यं यत्र यत्र अल् स्थाने, नाम वर्णस्य स्थाने किमपि अन्य नूतन आदेशः भवति, तर्हि एतत् सूत्रम् आगत्य वदति यत् कोऽपि वर्णः अपि तु यत् अन्तिमवर्णः अस्ति तस्य एव स्थाने. अलोन्त्यस्य अल्लः अन्त्यस्य अलस्य अलः स्थाने. सजुषोरुः, विरामोऽवसानं, खरवसानयोः विसर्जनीयः. अतः यदा भवन्तः यदा अभ्यासं करिष्यन्ति तत्र वारं वारम् एतानि सूत्राणि क्रमेण मनसि तेषाम् अध्ययनं करोतु. वारं वारं सूत्राणि वदन्तु, केवलं को सकारस्य स्थाने रु, रु तस्य र, र तस्य विसर्ग इति मा करोतु. सूत्रमपि पठतु. नूतनसूत्राणि सन्ति, अतः वारं वारं पठतु. एकवारं सूत्राणि मस्तिष्के तिष्ठन्ति, तदनन्तरं केवलं कर्तुं शक्नुमः यत् सकारस्य स्थाने रु, रु तस्य विसर्ग इति. परन्तु आरम्भे सूत्रमपि वदतु वारं वारं. हलो अन्तस्य इति सूत्रं पदद्वयं स्तः चेत् प्रथमपदस्य प्रसक्तिः अस्ति किल. अन्तिमप्रथमपदस्य अन्तिमवर्णः एव अलो अन्तस्य इति सूत्रेण परिवर्तनं कृतं. पदस्य किमपि नास्ति, यस्य स्थाने आदेशः भवति तत् अन्ते अस्ति तस्य स्थाने भवति. सूत्रं केवलं वदति सकारस्य स्थाने रु, भवतु कुत्र सकार आरम्भे मध्ये अन्ते किं, तर्हि अलोन्त्यस्य आगत्य तत्र अन्तस्य सकार अस्ति. सूत्रे कुत्रापि अन्तिम लिखितं नास्ति, अनुवृत्तिसहितसूत्रे अपि कुत्रापि अन्त इति शब्दः नास्ति, तर्हि भवती कथं वदति अन्ते अस्ति. अलोन्त्यस्य इति सूत्रमागत्य सहायतां करोति, परिभाषासूत्रम् आगत्य सहायतां करोति यत् अन्तिम अलस्य अन्तिम अल्वर्णस्य. अस्तु, तर्हि अधुना अग्रे अस्ति लोट् लकार, लोट् लकारस्य विषये. तर्हि किमस्ति मीना महोदय पठतु, परस्मैपदे लोट् लकारस्य तिङ् प्रत्ययसिद्धिः. केवलं त्रयः निमेषाः सन्ति, केवलं नियमाः पठामः अग्रे गत्वा कुर्मः नियमाः परस्मैपदस्य लोटः तिङ् प्रत्ययेषु यत्र इकारः दृश्यते तस्य इकारस्य स्थाने उकारः भवति ति स्थाने तु भवति मित्सु लकारेषु लोटि च एतेषां प्रत्ययानां स्थाने क्रमेण तां तं त अम् एते आदेशः लोटि मि स्थाने नि आदेशः उत्तमपुरुषे आम् आगमः प्रत्ययानाम् आदौ आ इति उच्यते वस्मस्मित्सु लकारेषु लोटि च अनयोः स्थितस्य सकारस्य लोपः मध्यमपुरुषस्य सिप् प्रत्ययस्य स्थाने हि इत्यादेशः अङ्गम् अदन्तं चेत् तस्य हि प्रत्ययस्य लोपः तिप् सिप् इत्यनयोः स्थाने विकल्पेन ताप् आदेशः ङित् लकारः नकारः इत्येषां ते लङ् लिङ् लुङ् लृङ् लोट् ङित्वत् भवति अतः यत्र ङित् लकाराणां सार्वत्रिकः नियमः भवति बहुत्र लोटि अपि च नियमस्य प्रसक्तिः तर्हि लोट् लकारे बृहत् कार्यम् अस्ति लङ् लट् लकारे तु कार्यं बहु नास्ति परन्तु लोट् लकारे बहुत्र बहुत्र कार्यमस्ति तत् कार्यं किमस्ति अत्र लिखितमस्ति अग्रिमवर्गे सूत्राणां सूत्रसहित वयं पश्यामः कार्यं किमस्ति ते प्रथमः तु लोट् लकारे परस्मैपदे लोट् लकारे यत् तिङ्प्रत्ययाः सन्ति तेषाम् इकारस्य स्थाने उकारः भवति अतः पठति यत् लट् लकारे अस्ति तत् लोट् लकारे पठतु भवति तदनन्तरं तं थस्थमित् इति नित्सु लकारेषु नित् लकारः इत्युक्ते लङ् लिङ् लुङ् लुङ्ग अस्ति तत्र तेषां प्रत्ययानां स्थाने क्रमेण तां तं त अं भवति तदनन्तरं लोट् लकारे नि स्थाने नि भवति अतः पठानि भवति तत्र पठामि नास्ति पठानि अस्ति उत्तमपुरुषे आडागमः भवति प्रत्ययस्य आदौ आड् भवति अत्र पठामि पठानि पठाव पठाम अत्र आव आनि आव आम अस्ति तत्र वस् मस् इति वस् वस् यत् अस्ति तस्तेष सकारस्य लोपः भवति अतः पठानि पठाव पठाव उत्सर्गः नास्ति मध्यमपुरुषे सिप् अस्ति तस्य स्थाने हि भवति अतः यथा दा धातु अस्ति तस्य लोट् लकारे देहि इति भवति जानाति खलु न जानाति जानाति वा परन्तु देहि इति भवति लोट् देहि अङ्गम् अदन्तम् अस्ति चेत् हि तस्य लोपः भवति अतः पठ् अस्ति तस्य लोट् लकारे मध्यमपुरुषे एकवचनम् अस्ति पठ तत्र वस्तुतः हि आगच्छति तस्य हि तस्य लोपः भवति पठ तर्हि अत्र अदन्त अङ्ग अनदन्त अङ्गस्य प्रथमभेदः वयं द्रष्टुं शक्नुमः अदन्त अङ्गे हि तस्य लोपः भवति पठ इति मध्यमपुरुषे एकवचनम् अनदन्त अङ्गे हि तस्य लोपः न भवति देहि इति वयं द्रष्टुं शक्नुमः अन्तिमे तिप् सिप् इत्यनयोः स्थाने विकल्पेन तात् भवति अतः पठतु अथवा पठतात् पठ अथवा पठतात् रूपद्वयमस्ति विकल्पे तर्हि बहु बहवः नियमाः सन्ति अग्रिमवर्गे सूत्रसहितं वयं पश्यामः तेषां कार्यं कथं भवति तर्हि अद्य परस्मैपद इति धातूनां कृते लट् लकारे तिङ्प्रत्ययः कथं निष्पद्यन्ते इति अस्माभिः दृष्टं प्रश्नः अस्ति वा कस्यापि अस्तु तर्हि अधुना विरमामः अग्रिमरविवासरे मेलिष्यामः धन्यवादः।